ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय, धन्यवादः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र लृङ्लकारः। अस्मिन् विषये वयं बहु किमपि अतीतवन्तः। तत्र प्रथमतया तत्र रूपं कीदृशम् इति दृष्टवन्तः। तत्र लृङ्लकारः तत्र दृष्टवन्तः नाम यत् तत्र लृट् लकारः अपि लङ्लकारः तयोः मेलनम् इति दृष्टवन्तः, अपि तत् किमर्थम् इति अपि दृष्टवन्तः, अपि तत्र लृङ्लकारस्य अर्थः कः इति दृष्टवन्तः, अपि तत्र उपसर्गसहित धातुः अस्ति चेत् तत्र किं करणीयं, तत्र पूर्वमपि एतत् अस्माभिः ज्ञातं, किन्तु तत्र अभ्यासमपि कृतवन्तः। अतः तत्र केवलम् एकवारं तत्र पुनस्मरणं कृत्वा, तत्र रूपस्य पुनस्मरणं कृत्वा अग्रे सरामः। अस्तु, अतः तत्र किं कुर्मः, तत्र केवलं तत्र उदाहरणत्रयं, तत्र पुटसङ्ख्या अस्ति दशाधिकशततमे पुटे, कोष्टकमस्ति पेज् 110 मध्ये, तत्र धातुत्रयं स्वीकृत्य एकवारं पुनस्मरणं कृत्वा अग्रे सरामः। तत्र अभ्यासः अग्रिमे पुटे यः अभ्यासः अस्ति तम् अभ्यासं कुर्मः। अतः तत्र एतत् कुर्मः, तत्र किं हा निर्गच्छति इति पश्यामः। तत्र रघुवीरानन्दस्वामी भवान् करोति वा तत्र निर्गच्छति इति, तत्र तस्य लृङ्लकारस्य निर्माणं कथं भवति इति सोपानानि वदति वा महोदय? आं महोदय, गच्छति इति प्रथमं लट्लकारः अस्ति, तदनन्तरं लङ्लकारमध्ये अगच्छत् इति भवति, लट्लकारमध्ये गमिष्यति इति भवति। अगमिष्यत् अगमिष्यत् इति, हा समीचीनम्। इदानीं तत्र निर्योगः अगमिष्यत् निरगमिष्यत्, हा निर्योगः अगमिष्यत् निरगमिष्योजनेन, हा निरगमिष्यत् इति समीचीनं महोदय। इदानीं तत्र प्रथमपुरुषे द्विवचने बहुवचने रूपाणि कानि इति वदति वा? तत्र कोष्टकं दृष्ट्वा अभविष्यत् अभविष्यताम् अभविष्यन् इति अस्ति, अतः अत्र किं भवति निरगमिष्यत्? एकनिमिषं महोदय, चिन्ता मास्तु। निरगमिष्यतां निरगमिष्यन् हा इति तावदेव समीचीनं महोदय। अस्तु, एतत् केवलम् अभ्यासार्थं या अपि पुनस्मरणार्थम्। अस्तु, इदानीं रघुपतिमहोदय तत्र विहरति इति करोति वा? विहरति, वियोग हरति इति अस्ति, वियोग हरति, इदानीं हरति अहरत् इति लङ्लकारे अहरत् लिट् लकारे हरिष्यति, अतः अहरिष्यत् इति भवति, अहरिष्यत् वियोग अहरिषत्, अत्र येण सन्धिभूत व्यहरिष्यत् इति भवति, व्यहरिष्यत् इति भवति, समीचीनं महोदय। इदानीं तत्र मध्यमपुरुषे रूपाणि कानि इति वदति वा? हा, अत्र मध्यमपुरुषः अस्ति व्यहरिष्यः, व्यहरिष्यतां व्यहरिष्यत इति भवति, व्यहरिष्यत समीचीनं महोदय, धन्यवादः। अस्तु, अतः तत्र एकम् एक तत्र उपसर्गरहितस्य ज्ञानं, तत्र लृङ्लकारस्य ज्ञानम् अस्ति चेत् उपसर्गसहितमपि तत् कर्तुं शक्नुमः। अस्तु, समीचीनम्। अस्तु, सूर्यकुमारी भगिनी, इदानीं तत्र इदानीं तत्र विराजते आत्मनेपदी धातु करोति वा विराजते आं महोदय आत्मनेपदी धातु राजते न राजते राजते इति राजते इति आत्मनेपदी धातु लट्लकाररूपम् इदानीं लङ्लकारं किम् अस्ति राजते इति पदस्य राजत अराजत लङ्रूपं लङ्रूपं किमस्ति राजत न अराजत खलु लकारः अस्ति खलु अराजत अराजत अपि लुट् रूपं लुट् रूपं राजिष्यते हा समीचीनं हा राजिष्यते वर्तते वर्तिष्यते खलु राजिष्यते हा राजिष्यते हा इदानीं मेलनं कृत्वा उपसर्गसहितं न प्रथमतया तत्र उपसर्गरहित लृङ्लकाररूपं प्रथमतया उपसर्गरहित लृङ्लकाररूपं वदतु किम् अस्ति बि बि इति नास्ति खलु भगिनि प्रथमतया तत्र बि इति उपसर्गः त्यजामः खलु प्रथमतया तत्र विराजते इति अस्ति तत्र उपसर्गः कः उपसर्गः वि महोदय वि इति उपसर्गः इदानीं त्यजतु उपसर्गरहित क्रियापदं किम् अस्ति राजते राजते इदानीं राजते इति क्रियापदस्य लृङ्लकाररूपं वदतु किमस्ति राजिष्यत किमस्ति राजिष्यत अराजिष्यत क्षम्यताम् हा अराजिष्यत अराजिष्यत अकारः तत्र मुख्यमस्ति अराजिष्यत इति अस्ति वा अराजिष्यत इति अस्ति वा भगिनी तत्र सोपानेन गच्छतु नो चेत् क्लेशः भवति यदि सर्वं जानाति तत्र अभ्यासस्य आवश्यकता नास्ति खलु अभ्यासं किमर्थं कुर्मः यतोहि तत्र ज्ञानस्य वर्धनाय अभ्यासं कुर्मः खलु अतः तत्र शनैः कुर्मः तत्र राजिष्यते लृट् रूपं लुन् लुन् लृङ्लकारः विसर्गरहितरूपं विसर्ग न उपसर्गरहित उपसर्गरहितम् अराजिष्यत अराजिष्यत हा इदानीम् उपसर्गः तत्र तस्य योजनं संयोजनं कृत्वा वियोगः अराजिष्यत व्यराजिष्यत हा समीचीनम् इदानीं रूपाणि एकवारं वदतु तत्र किमस्ति प्रथमपुरुषे मध्यमपुरुषे सर्वाणि रूपाणि एकं वारं वदतु विराजिष्यत विराजिष्येत विराजिष्यन्त मध्यमपुरुषे विराजिष्यस्व किमर्थं स्व इति अस्ति इदानीं लृङ्लकारः खलु अवन्दिष्यत अवन्दिष्येताम् अवन्दिष्यन्त अवन्दिष्यताः अवन्दिष्येतां खलु क्षम्यताम् अराजिष्यताः व्यराजिष्येताम् अराजिष्यत न अ किमर्थमस्ति व्य इति एव खलु ओ लृङ् रूपम् ओके व्यराजिष्यत व्यराजिष्यत व्यराजिष्येतां व्यराजिष्यन्त व्यराजिष्यथाः इति मध्यमपुरुषपद एकवचनं व्यराजिष्यताः द्विवचने द्विवचने व्यराजिष्यथां व्यराजिष्येथां खलु एकारः व्यराजिष्येथां बहुवचनं व्यराजिष्यध्वम् हा इदानीं उत्तमपुरुषं विराजिष्य व्यराजिष्ये व्यराजिष्ये खलु व्यराजिष्ये व्यराजिष्यावहे व्यराजिष्यावहि व्यराजिष्यामहे हा समीचीनं भगिनि हा अस्तु उत्तमं महोदय अस्तु समीचीनं भगिनि हा अस्तु अस्तु भगिनि हा अस्तु हा इदानीं तत्र अग्रे हा नरेश् महोदय तत्र भवान् इदानीं तत्र किं तत्र हा उपदिशति इति करोति वा महोदय उपविशति उपदिशति उपदिशति तत्र षकारः अस्ति चेत् षकारः आगच्छति इति दृष्टवन्तः आम् आम् उपदिशति उपसर्गः अस्ति दिशति लङ् रूपाणि अदिशत् अदिशत् अस्य लङ् रूप अस्ति अदिश्यत् न न न महोदय तत्र लङ् लकारः अस्ति अदिशत् समीचीनम् इदानीं लृट् लकारः किम् अस्ति लृट् लकारः कः अदिश्यति न न न तत्र देक्ष्यति इति दिश्यति अस्ति चेत् देक्ष्यति इति भवति वयं तत्र उदाहरणानि दृष्टवन्तः खलु महोदय तत्र वेक्ष्यत् इति उपादेक्ष्यत् उपावेक्ष्यत् उपावेक्ष्यम् उपावेक्ष्यम् इति आसीत् खलु तत्र उपरि तत्र वाक्ये उदाहरणवाक्ये हा तत्र षकारः अस्ति चेत् तत्र क्षकारः आगच्छति अतः तत्र दिश् इति अस्ति देक्ष्यति अतः तत्र लृट् लकारे देक्ष्यति इदानीं तत्र अदिशत् अदिशत् अपि इदानीं मेलनं किं किं करणीयं तत्र अदिशत् अपि देक्ष्यति इदानीं मेलनं कृत्वा किं भवति अदेक्ष्यति हा अदेक्ष्यत् समीचीनम् इदानीं तत्र उप इति अदेक्ष्यत् उपादेक्ष्यत् इति रूपं सिद्धं समीचीनम् उपादेक्ष्यत् उपादेक्ष्यत् इति यदा एकवारं तत्र सर्वाणि रूपाणि वदतु आम् प्रथमा तु उपदिशति लङ् लकाररूप दिशति लङ् लकाररूप अदिशत् अदिशत् लृट् लकाररूप अदेक्ष्यति अदेक्ष्यति लृङ् रूप अदेक्ष्यत् अदेक्ष्यत् उपसर्गसहित उपादेक्ष्यत् हा इदानीं तत्र प्रथमपुरुषे द्विवचने बहुवचने अपि वदतु उपा आम् उपादेक्ष्यत् उपादेक्ष्यताम् उपादेक्ष्यन् हा मध्यमपुरुष उपादेक्ष्य देक्ष्यः उपादेक्षतम् उपादेक्ष्यत उपादेक्ष्यम् उपादेक्ष्याव उपादेक्ष्याम हा इति समीचीनं महोदय अस्तु धन्यवादः हा इदानीम् अस्तु अतः तत्र सर्वे स्मरन्ति इति जातम् अस्तु इदानीम् अग्रे सरामः तत्र अग्रे तत्र हा सूर्यकुमारी भगिनी भवती एव तत्र अग्रे तत्र विशेषः इति अग्रिमपुटे अस्ति तत्र एकवारं पठित्वा तत्र अभ्यासम् आरम्भं करोति वा आं महोदय विशेषः स्वीकरोति लट्लकाररूपं स्वीयोगः अकरिष्यत् लङ्रूपं लृङ्रूपं रूपं स्वयं स्व्यकरिष्यत् स्व्यकरिष्यत् द्वितीय उदाहरणमस्ति अङ्गीकरोति अङ्गी उपसर्ग अकरिष्यत् अकरिष्यत् लङ् लङ् रूपम् अङ्ग्यकरिष्यत् लृङ् रूपम् हा समीचीनं तत्र वार्ताकः इत्युक्ते तत्र अकरिष्यत् इति तत्तु उपसर्गरहितक्रियापदस्य अकरिष्यत् अकरिष्यत् अकरिष्यत् इति तत्र लृङ्लकारः किन्तु उपसर्गरहितक्रियापदस्य इदानीम् उपसर्गसहितक्रियापदस्य तत्र रूपं कथं करणीयम् इति तत्र प्रदर्शितमस्ति तावदेव खलु अस्तु उपसर्ग अङ्गी उपसर्ग नूतन इति तत्र एका तु एकं तु स्मर्तव्यमस्ति नाम तत्र स्वि इति साक्षात् उपसर्गः नास्ति तत्र उपसर्गाः तत्र कति सन्ति तत्र कोऽपि स्मरति वा कति महोदय कति द्वाविंशति द्वाविंशति तस्मिन् स्वि इति अन्यतमः नास्ति किन्तु स्वि इति नाम एक तस्मिन् अन्तर्भूतः नास्ति स्वि इति एकः उपसर्गः नास्ति साक्षात् उपसर्गः नास्ति किन्तु उपसर्गतुल्यः इति वदामः नाम तत्र व्यवहारे तत्र उपसर्ग इव तत्र व्यवहारः भवति तस्य अतः उपसर्गतुल्यः अस्ति स्वि इति अतः स्वि करोति इति तत्र उपसर्ग इव तत्र व्यवहारः भवति अस्माकं तावदेव अतः तत्र स्वी त्यजामः उपसर्ग इति चिन्तयामः स्वी त्यजामः तत्र क्रियापदस्य लृङ्रूपं तस्य निर्माणं कुर्मः तदनन्तरं पुनः स्वी इति स्थापयामः अस्तु इदानीम् अग्रे पठतु भगिनि तत्र अभ्यासः नमस्कारः महोदय लक्ष्मी भगिनी नमस्कारः भगिनी नमस्कारः पुटसङ्ख्या अस्ति 111 क्षम्यता महोदय यदोदाहरणं लृङ्प्रयोगेन वाक्यानि लिखत उदाहरणमस्ति परशुरामः शप्तवान् कर्णः धनुर्विद्यां विस्मृतवान् इत्युक्ते स्मरणं पूर्वम् आसीत् इदानीं किन्तु यथा आवश्यकता तस्य विद्यायाः आवश्यकता आसीत् तस्मिन् समये किम् अभवत् स्मरणं गतम् अतः तत्र न विस्मृतवान् तस्मिन् समये सः न विस्मरणं न कर्तुं शक्तवान् तर्हि कर्णः धनुर्विद्यां न विस्मरिष्यत् हा तत्र अशप्स्यत् अपि व्यस्मरिष्यत् इति इदानीं तत्र पदविच्छेदनं करोतु महोदय अशप्स्यत् अशप्स्यत् तदेव अस्ति भगिनि शप्स्यति इति तत्र भविष्यत्कालरूपं शपिष्यति न भवति इडागमनार्थे हा हा तत्र शप्स्यति इति हा सत्यं महोदय हा इदानीं हा इदानीं तत्र परशुराम तत्र एतदेव वयं जानीमः खलु भगिनि तदपि एकवारं करोतु तत्र तव तु प्रत्यये उपयुज्य असधातुरूपम् उपयुज्य यदि परशुरामः परशुरामः शप्तवान् न शप्तवान् स्यात् कर्णः तर्हि यदि अस्ति अतः यदि तत्र वाक्यस्य यदा वाक्यं भवति वदति मनसि किं भवेत् तत्र वाक्यस्य प्रकृति वाक्यस्य प्रकृतिः का इति मनसि स्थापनीया खलु यदि अस्ति अतः तर्हि भवेत् यदि परशुरामः कर्णं शप्तवान् स्यात् तर्हि कर्णः धनुर्विद्याम् क्षम्यतां यदि परशुरामः कर्णं न शप्तवान् स्यात् स्यात् कर्णः तर्हि कर्णः धनुर्विद्यां धनुर्विद्यां न विस्मृतवान् स्यात् स्यात् समीचीनम् अस्तु इदानीं प्रथमं वाक्यं करोतु अर्जुनः धनुर्विद्यायाः अभ्यासं कृतवान् धनुर्धारी इति ख्यातः अभवत् अभवत् इदानीं भगिनी तत्र प्रश्नः अस्ति तत्र उदाहरणवाक्ये प्रथमवाक्यमस्ति द्वितीयवाक्यमस्ति तस् तयोः वाक्ययोः मध्ये एकं वाक्यं तत्र एकं वाक्यं यत् अभवत् अन्यत् वाक्यं केवलं सम्भावना अस्ति तत्र प्रथमवाक्यं सत्यं वाक्यम् अपि द्वितीयवाक्यं सम्भावना इति वा अथवा विपरीततया अस्ति वा प्रथमवाक्यं यदि प्रथमवाक्यम् एव अभवत् खलु प्रथमवाक्यं न अभवत् चेत् तत्र प्रथमवाक्यं साक्षात् अभवत् खलु तत् सत्यम् अस्ति खलु प्रथम तत्र परशुरामः शब्दवान् खलु सः शब्दवान् वयं जानीमः तत् जातं खलु अपि कर्णः धनुर्विद्यां विस्मृतवान् तदपि जातं किन्तु द्वितीयवारं यदि वदामः तत् किम् अस्ति तत् केवलं सम्भावना अस्ति वयं चिन्तयामः यदि एतत् न अभवत् किम् अभवत् अतः तत्र परशुरामः यदि इति अस्ति तद्वाक्यं केवलं सम्भावना इति किन्तु वयं जानीमः तद् न सम्भवति इति जानीमः तत्र एव तत्र लृङ्लकारस्य प्रयोगः इदानीं यद् वाक्यं दत्तमस्ति तद् अभवत् अथवा न अभवत् अर्जुनः धनुर्विद्यायाः अभ्यासं कृतवान् धनुर्धारी इति ख्यातः अभवत् तस्य तत् सत्यं वा सत्यं अतः इदानीं यदि इदानीं यत् वाक्यं भवती रचितुम् इच्छति तद् वाक्यं केवलं सम्भावना इति अर्थे अस्ति तद् न भवति एव अतः तत्र लृङ्लकारस्य प्रयोगः भवेत् खलु इदानीं वाक्यं वदतु अर्जुनः यदि धनुर्विद्यायाः अभ्यासं न कृतवान् न कृतवान् इति स्थाने लृङ्लकारः स्थापयतु न भवती एव पठितवती द्विवारम् अकरिष्यत् इति खलु स्वीकरिष्यत् सव्यकरिष्यत् अङ्ग्यकरिष्यत् इति भवती एव पठितवती खलु अस्तु इति ख्यातः न अभविष्यत् समीचीनं भगिनि समीचीनं अस्तु उत्तमम् अस्तु अग्रे रघुवीरेन्द्रस्वामी अग्रिमं वाक्यम् आं महोदय अग्रिम अग्रिमवाक्यम् एकलव्यः न दृष्टं महोदय अस्तु अस्तु एकलव्य अस्तु महोदय अस्तु लक्ष्मी भगिनी अग्रे करोति वा भवती स्मरति वा तत्र लृङ्लकारः अस्तु अस्तु करोतु भगिनि एकलव्यः अङ्गुष्ठं दत्तवान् गुरुभक्तः इति प्रसिद्धः अभवत् एकलव्यः यदि अङ्गुष्ठं न तत्र ददाति इति तत्र किम् अस्ति दास्यति इति दास्यति प्रायशः तत्र अदास्यत् इति एव अस्ति वा अदास्यत् वा अदास्यत् महोदय अदास्यत् खलु अदास्यत् तर्हि गुरुभक्तः इति प्रसिद्धः न अभविष्यत् न अभविष्यत् समीचीनं भगिनि अतः तत्र पुनः एकवारं वदतु यदि एकलव्यः यदि एकलव्यः अङ्गुष्ठं न अदास्यत् तर्हि गुरुभक्तः इति प्रसिद्धः न अभविष्यत्. हा इदानीं तत्र अङ्गुष्ठम् अदास्यत् इति तस्मात् प्राक् तत्र कस्मै अङ्गुष्ठं अदास्यत् इति वदतु. गुरवे द्रोणाय द्रोणाय अङ्गुष्ठं न अदास्यत् तर्हि सः गुरुभक्तः इति प्रसिद्धः न अभविष्यत्. हा न अभविष्यत्. समीचीनं भगिनी. अस्तु उत्तमम्. अस्तु इदानीं दृश्यते वा? इदानीं दृश्यते. दृश्यते पूर्वमपि तत्रैव अस्मि किन्तु. अस्तु अस्तु चिन्ता मास्तु महोदय. अस्तु इदानीं कर्णः सर्वान् दानेन तोषितवान् दानवीरः इति ख्यातिं प्राप्तवान्. यदि कर्णः सर्वान् दानेन अतोषवान् वा अतोषयत् तर्हि दानवीरः इति तत्र क्षम्यतां महोदय. तत्र तोषितवान् इति तत्र लट्लकरूपं किमस्ति? तुष्यति. हा तुष्यति. हा इदानीं तोषयति. तोषयति न महोदय. तुष्यति इति समीचीनं. हा तुष्यति. हा इदानीं तत्र तुष्यति इति तत्र लृङ्लकाररूपं किम् अस्ति? लृङ्लकारः कः? तुष्यति अतुष्यत् अतुष्यत् समीचीनं. हा तोष्यति लृट्लकारः तोष्यति. तोक्ष्यति. तोक्ष्यति. तोक्ष्यति इति अस्ति. तोक्ष्यति. हा तोक्ष्यति. तर्हि अतोक्ष्यत्. हा अतोक्ष्यत्. हा इदानीं कर्णः यदि कर्णः यदि कर्णः सर्वान् दानान् अतोक्ष्यत् तर्हि न अतोक्ष्यत् किमर्थं न महोदय? यतोहि तत्र यत् वाक्यं दत्तमस्ति तत् सत्यमस्ति खलु महोदय. कर्णः सर्वान् दानेन तोषितवान् दानवीरः इति ख्यातिं प्राप्तवान् तत् सत्यमस्ति. इदानीम् अस्माकं चिन्तनं किमस्ति? यदि सः न तद् न कृतवान् तदा किं भवति इति चिन्तनम्. अतः तत्र प्रथमभागे यदि कर्णः सर्वान् दानेन न अतोक्ष्यत् तर्हि दानवीरः इति ख्यातिं न अप्राप्स्यत्. हा उत्तमं महोदय. हा समीचीनं. क्षम्यताम् आप्नोति. तत्र प्राप्स्यत् एव अस्ति. अप्राप्स्यत् न किन्तु प्राप्स्यत् इति. आप्नोति इति आप्स्यत् प्र इति उपसर्गः. प्राप्स्यत् एव तिष्ठति. हा प्राप्स्यत् प्रयोगः आप्स्यत् प्राप्स्यत्. हा प्राप्स्यत्. रघुपतिमहोदय धन्यवादः. तत्र बहुवारम् एतद् अहं विस्मरामि. तत्र प्राप्नोति इति स्थाने धन्यवादः महोदय. हा इदानीं तत्र रघुवीरन्स्वामी पुनः एकवारं तद् यद्वाक्यमस्ति तदेव तत्र तवत् रूपे एव दत्तमस्ति. अतः तत्र तवतु अपि अस् धातोः रूपम् उपयुज्य वाक्यम् एकवारं वदतु. हा महोदय सुलभमस्ति. यदि कर्णः सर्वान् दानेन न तोषितवान् तर्हि स्यात् तर्हि दानवीरः इति ख्यातिं न प्राप्तवान् स्यात्. तावदेव. समीचीनम्. अस्तु अग्रे रघुपतिमहोदय. हा महोदय. श्रीकृष्णः व्रजं विहाय अगच्छत् द्वारकायां राज्यम् अरचयत्. यदि श्रीकृष्णः व्रजं विहाय न गतवान् स्यात् तर्हि द्वारकायां राज्यं न रचितवान् स्यात् इति अस्ति. इति अस्ति. इदानीं तत्र लिङ्गलकारूपं यदि कृष्णः व्रजं विहाय न अगमिष्यत् तर्हि द्वारकायां राज्यं न अरचयिष्यत् अरचयिष्यत् अरचयिष्यत् समीचीनं महोदय. राज्यं देशं विहाय न अगमिष्यत् द्वारकायां राज्यं न अरचयिष्यत् समीचीनं महोदय. अस्तु अग्रे सूर्यकुमारी नरेश महोदय अग्रे. महोदय पाण्डवाः द्यूतेन क्रीडितवन्तः सर्वदा पराजयं प्राप्तवन्तः. यदि पाण्डवाः द्यूतेन न क्रीडिष्यति इति अस्ति खलु. या क्रीडिष्यति परन्तु अत्र तु बहुवचनम् अस्ति अक्रीडिष्यन् अक्रीडिष्यन् इति अस्तु. अक्रीडिष्यन् समीचीनम् अक्रीडिष्यन् यदि पाण्डवाः द्यूतेन अक्रीडिष्यन् न अक्रीडिष्यन् तर्हि सर्वदा पराजयं न प्राप्स्यन् आप्स्यन् प्रयो उपसर्गः प्राप्स्यन् समीचीनं. द्वितीय पाण्डवाः यदि पाण्डवाः द्यूतेन क्रीडितवन्तः न क्रीडितवन्तः स्युः तर्हि सर्वदा पराजयं न प्राप्तवन्तः स्युः. समीचीनं महोदय. अस्तु उत्तमम्. अस्तु अग्रे सूर्यकुमारी भगिनी. महोदय मुनिः शापं ददाति दुष्यन्तः शकुन्तलां विस्मरति. यदि मुनिः शापं न अदास्यत् तर्हि दुष्यन्तः शकुन्तलां न अस्मरत् स्मरिष्यति अस्म समीचीनं समीचीनं भगिनि. स्मरति इति तत्र अस्मरिष्यत् इदानीं बि उपसर्गः अस्ति व्यस्मरिष्यत् इति प्रायशः व्यस्मरिष्यत् इति रूपं व्यस्मरिष्यत् खलु. दुष्यन्तः शकुन्तलां न व्यस्मरिष्यत् इदानीं तत्र तव तु रूपम् अपि वदतु. यदि मुनिः शापं न ददाति स्यात् दत्तवान् स्यात् तत्र ददाति स्यात् न वक्तुं शक्नुमः. तत्र क्रियापदद्वयं भवति खलु. दत्तवान् स्यात् दुष्यन्तः शकुन्तलां न विस्मृतवान् स्यात् समीचीनम्. अस्तु लक्ष्मी भगिनी अन्तिमं. बालिकाः गीतां न अन्वगायन् गीता कण्ठस्था न अभवत्. यदि बालिकाः गीतां न तत्र गीतवन्तः स्यात् इति भवति. गीतवन्तः गीतवत्यः इति प्रथमतया गीतवत्यः स्यात् तर्हि गीता कण्ठस्था न अभवन् तत्र भूतवती गीता कण्ठस्था न भूतवती स्यात् तत्र गीता कण्ठस्था न इति नास्ति महोदय, अत्र अपोजिट् भवति खलु. क्षम्यतां, हा, बालिकाः गीतां गीतवत्यः स्यात्, तर्हि गीता कण्ठस्था भूतवती, हा भूतवती स्यात्. सत्यं महोदय, धन्यवादः. हा अपि तत्र इदानीं तत्र लृङ्लकारे तत्र तत्र घायति घास्यति इति अस्ति खलु, तत्र अनु अनुगीतवत्यः स्यात् खलु, तत्र अनु इति अनु अपि अस्ति, हा अनु अनुगीतवत्यः, हा अनुगीतवत्यः. सत्यं महोदय, हा एकवारं तत्र लक्ष्मीभगिनी एकवारं पूर्णवाक्यं वदतु भगिनि. बालिकाः गीतम् अनुगीतवत्यः अनुगीतवत्यः तर्हि गीता कण्ठस्था भूतवती स्यात् भूतवती स्यात्. हा इदानीं तत्र लृङ्लकारं लृङ्लकारस्य स्थापनं कुर्मः. यदि बालिकाः गीतं तत्र गायति किं भवति, घास्यति इति, घास्यति इति अस्ति बहुवचनं महोदय. हा हा सत्यं, हा अतः तत्र अन्वघास्यन्, हा अन्वघास्यन्, समीचीनं भगिनि, हा अन्वघास्यन्. बालिका यदि बालिकाः गीताम् अन्वघास्यन् तर्हि गीता कण्ठस्था अभविष्यत् अभविष्यत्. समीचीनं भगिनि, हा अस्तु अस्तु, तर्हि अग्रे सरामः. इदानीं तत्र अग्रिमे तत्र कोष्टके सर्वं दत्तं न वा इति पश्यामः. अस्तु अग्रे तत्र रघुनन्दस्वामी अग्रिम अभ्यासं पठति वा, पठित्वा आरम्भं करोति वा. श्रूयते महोदय, कोष्टके लिखते कोष्टके लिखितानि पदानि चित्वा वाक्यानि पूरयत् अभविष्यत् प्राप्स्यत् अगमिष्यत् उदतरिष्यत् अन्वकरिष्यत् अलप्स्यत अकरिष्यत् व्यस्मरिष्यत्. ललितः विद्यालयं न गतवान्, सः प्रतिदिनं विद्यालयम् अगमिष्यत् चेत् सम्यक् अध्ययनं प्राप्स्यत् अध्ययनं करोति अतः अभविष्यत् अपि खलु अध्ययनं. अस्तु अध्ययनम् अस्तु अभविष्यत् अथवा अकरिष्यत् इति तत्र स्थापयितुं शक्नुमः. अस्तु अग्रे सम्यक् अध्ययनम् अकरिष्यत् चेत् परीक्षां निःशङ्कम् अन्वकरिष्य उदतरिष्यत् तत्र उत्तीर्णः भवति इति. यदि सः प्रतिदिनं सम्यक् अध्ययनं करोति सः तत्र तस्य उत्तीर्णायाः विषये किमपि तत्र शङ्का तत्र कापि शङ्का नास्ति इति. सत्यम् उदतरिष्यत् उदतरिष्यत् इति. अग्रे परीक्षां उदतरिष्यत् चेत् परीक्षाम् ओहो समीचीनं परीक्षाम् उदतरिष्यत् चेत् उच्चशिक्षणं अगमिष्यत् न अगमिष्यत् किमर्थं गमिष्यत् उच्चशिक्षणं यु विल् गो फार् हायर् स्टडीस् प्रायशः प्राप्स्यत् इति. हा प्राप्स्यत् अथवा अलप्स्यत् अलप्स्यत् अलप्स्यत् प्राप्स्यत् हा इति हा नाम साक्षात् गो इति न किन्तु उप्टेन् इति अर्थे हा ओपर्चुनिटि इति भवति इति हा इदानीम् अस्तु अग्रे तत्र करोतु महोदय उच्चशिक्षणम् उच्चशिक्षणम् अभविष्यत् चेत् अथवा प्राप्स्यत् चेत् न उच्चशिक्षणम् अलप्स्यत चेत् तदेव अलप्स्यत अथवा प्राप्स्यत एव प्राप्स्यते अर्थः अतः तत्र विवेकम् अस्तु तर्हि अले विवेकम् अलप्स्यत वा विवेकम् अलप्स्यत इति स्थापयामः समीचीनम् अस्तु हा विवेकम् अलप्स्यत चेत् विवेकम् अलप्स्यत चेत् निरन्तरं राष्ट्रसेवा मोगो अकरिष्यत् अकरिष्यत् निरन्तरं निरन्तरं राष्ट्रसेवाम् अकरिष्यत् चेत् लोकस्य हितम् अभविष्यत् लोकः चिरकालं तं न व्यस्मरिष्यत् तस्मात् ललितस्य जीवनयात्रा सफला अभविष्यत् अभविष्यत् तत्र अन्वकरिष्य केवलम् अन्वकरिष्य आगमिष्यत् द्वयोः अपि प्रयोगं न हा सत्यं महोदय अस्तु हा तत्र न जानामि किमर्थं हा अस्तु महोदय किन्तु समीचीनं धन्यवादः अन्वकरिष्यन् तदमसि द्वितीय उच्चशिक्षणम् अन्वकरिष्यन् इति न भवति वा तत् न भवति ओ उच्चशिक्षणम् अन्वकरिष्य हा तत्र प्रायशः अन्वकरिष्यत् चेत् हा तत्र पर्स्यू इति अर्थे महोदय खलु महोदय तादृश अर्थे तत्र तस्य तम् अनुसरति चेत् तत्र तद् तद् भवतु इति तत्र उच्चशिक्षणम् इच्छामि अतः तत्र तम् अनुसरामि इति तत्र प्रायशः तत्र अन्वकरिष्यत् इति प्रायशः तत्र स्थापितुं शक्नुमः किन्तु बहुवचनं कथं महोदय कुत्र महोदय तत्रैव उच्चशिक्षणम् अन्वकरिष्यन् ओ अन्वकरिष्यन् इति हा सत्यं सत्यम् अन्वकरिष्यत् इति स्थापितुं शक्नुमः सत्यं महोदय धन्यवादः तत्र प्रायशः कुत्रापि तत्र बहुवचनं नासीत् खलु कर्तृपदं नासीत् नासीत् हा कुत्रापि नासीत् कुत्रापि नास्ति इति मन्ये खलु तत्र बहुवचनम् अस्तु अतः तत्र तस्य प्रयोगः न भवेत् अस्तु धन्यवादः रघुरस्वामी रघुरन्दस्वामी अस्तु हा अस्तु अग्रे रघुपतिमहोदय अग्रिमम् अभ्यासम् आरम्भं करोति वा वाक्ये प्रयुक्तानां लेट् रूपाणां स्थाने लृङ् रूपाणि उपयुज्य वाक्यानि पुनः लिखत विद्युत् भवति दीपः ज्वलति यदि विद्युत् अभविष्यत् तर्हि दीपः अज्वलिष्यति इति अस्ति अस्तु विद्युत् अभविष्यत् विद्युत् भवति दीपः अस्तु हा इदानीं तर्हि तत्र तत्र हा तत्र प्रायः पूरणदोषः अस्ति खलु महोदय हा तादृश विद्युत् अभविष्यत् तर्हि दीप इदानीं तत्र विद्युत् न भवति दीपः न ज्वलति इति भवेत् खलु तादृश सत्यं सत्यं महोदय तर्हि दीपः न अज्वलिष्यति इति भवेत् हा हा सत्यं किन्तु इदानीं तत्र विद्युत् नास्ति तत्र इति अस्माकं चिन्तनं द्वितीय प्रथम अभ्यास छात्रः छात्राः भवन्ति शिक्षकः पाठयति इति अस्ति अत्र अस्तु यदि छात्राः न अभविष्यन् न अभविष्यन् यदि छात्राः अभविष्यन् हा यदि छात्राः अभविष्यन् शिक्षकः अपाठिष्यत् इति भवेत्. इदानीं छात्राः न खलु, छात्राः नास्ति इति नाशन्ति खलु. अतः छात्राः, यदि छात्राः न अभविष्यन् महोदय, इदानीं तत्र विपरीततया इति मास्तु, यद् अस्ति तद् तत्र यदि ते आसन् तत्र सः पाठं करोति. आमामां सत्यं. यदि यदि छात्राः अभविष्यन् तर्हि शिक्षकः अपाठयिष्यत्. किन्तु तत्र छात्राः न सन्ति, अतः सः न पाठितवान्. अस्तु, द्वितीयमपि करोतु महोदय. छात्राः भूतवन्तः शिक्षकः पाठितवान् स्यात्, भूतवन्तः स्युः, शिक्षकः पाठितवान् स्यात् इति पाठितवान् स्यात्. समीचीनं महोदय. अस्तु, अग्रे लक्ष्मी भगिनी. क्रोशे धनम् अस्ति, फलं क्रीणामि. यदि क्रोशे धनं स्यात् तत्र अभविष्यत् इति एव भगिनि. तत्र अस्धातोः तत्र लृङ्लकारः नास्ति इति मन्ये खलु? नास्ति नास्ति, भूः इति भूधातुः एव, यतोहि तत्र अस्धातोः तत्र भू इति तत्र आदेशः भवति, अतः अभविष्यत् इति एव भवति भगिनि. तत्र क्रीणामि इति अक्रेष्यं. समीचीनं. यदि कोशे धनम् अभविष्यत् तर्हि अहं फलम् अक्रेष्यम्. समीचीनं भगिनि. अस्तु अस्तु अस्तु, अग्रे सूर्यकुमारी भगिनि. आं महोदय, उत्साहः अस्ति, भवान् लक्ष्यं प्राप्नोति. उत्साहः अभविष्यत्, यदि उत्साहः अभविष्यत् तर्हि भवान् लक्ष्यं प्राप्स्यत्. अकारः नास्ति आदौ, केवलं प्राप्स्यत् इति. समीचीनं. नरेश् महोदय अग्रे. तदेव प्रथम उदाहरणं, दोषः नास्ति महोदय. दोषः नास्ति, सत्यं भगिनि, सत्यं. दोषः नास्ति, केवलं तत्र विद्युत् नास्ति तत्र, अतः रामः अस्ति, भवती नाटकं पश्यति. यदि विरामः अभविष्यत् तर्हि भवती नाटकं तत्र पश्यति इति तत्र द्रक्ष्यत् अद्रक्ष. समीचीनं महोदय, तदेव अस्ति. यदि विरामः अभविष्यत् तर्हि भवती नाटकम् अदृश्यत् अद्रक्ष्यत् अद्रक्ष्यत् अद्रक्ष्यत् अद्रक्ष्यत्. समीचीनं महोदय. अपि तत्र एकवारं तत्र तव तु अपि उपयुज्य वदतु. यदि विरामः भूतवान् अथवा स्यात्, विरामः स्यात् अपि, विरामः स्यात् तर्हि भवती नाटकं दृष्टवती स्यात्. समीचीनं महोदय. अस्तु अस्तु, सूर्यकुमारी भगिनी, भवती कृतवती खलु इदानीम् अथवा न इदानीम्? अस्तु, एकनिमिषः भगिनी. अत्र तत्र रघुवीरानन्दस्वामी. Thank you. भवतः वचनं सत्यम् अस्ति महोदय. तत्र विरामः अस्ति इति तत्र तत्र लङ्लकारस्य भूतकालिकक्रियापदस्य उपयोगं करणीयमेव खलु. विरामः स्यात् इति न भवति खलु. तत्र विरामः स्यात् इति तत्र साक्षात् विधिलिङ्लकारः भवति. विरामः अस्तु अस्तु अस्तु अस्तु तत्र भूतवान् स्यात् इति एव अस्तु. भूतवान् स्यात् एव लङ्लकाररूपेण लङ्लकारः उपयुज्य तत्र सत्यं महोदय. हा तत्र तव तु स्थापित्वा एव सत्यं महोदय सत्यं. हा अस्तु धन्यवादः. हा तत्र अतः विरामः यदि विरामः भूतवान् स्यात् तर्हि भवती नाटकं दृष्टवती स्यात्. हा समीचीनं महोदय धन्यवादः. अस्तु पुल्लिङ्ग स्त्रीलिङ्गं विरामः अस्ति इति तत्र पुल्लिङ्गः अस्ति खलु भगिनि. प्रातिपदिकं किं विराम अकारन्त विराम अकारन्त देवशब्दवत् रघुवीरेन्द्रस्वामी अग्रे. यदि भवतः वचनं सत्यं स्यात् तर्हि किन्तु लृङ्लकारम् अपेक्षितं लृङ्लकारः अपेक्षितः महोदय अत्र अत्र अस्ति इति तत्र अस्ति स्यात् न न अस्ति इति स्थाने किं भवति. अस्ति इति अस्ति चेत् तत्र अस्धातोः लृङ्लकारः साक्षात् नास्ति किन्तु तत्र भूधातुः हा अतः तत्र भूधातोः लृङ्लकारः कः अभविष्यत् वा. हा अतः तदेव स्थापयित्वा वदतु. हा भवतः वचनं यदि भवतः वचनं सत्यम् अभविष्यत् तर्हि अङ्गीकरि तत्र पूर्वस्मिन् कृते आसीत् खलु अङ्गकरिष्यम् अकरिष्यम् अङ्गकरिष्यम् अङ्गकरिष्यम् अङ्ग्यकरिष्यम् यकारः अङ्गी योगः अकरिष्यम् अङ्ग्यकरिष्यम् अङ्गी महोदय. हा अतः उपसर्ग अङ्गी हा अङ्गी योगः अकरिष्यम् अङ्ग्यकरिष्यम्. हा समीचीनं महोदय. हा अङ्ग्यकरिष्यम् समीचीनम्. इदानीं तत्र तव तु अपि अस्धातोः उपयुज्य वदतु. यदि भवतः वचनं सत्यं न भूतवत् स्यात् तव तु अपेक्षितं भूतवत् वा महोदय. यतोहि तत्र सत्य वाक्यं वचनं नपुंसकलिङ्गे अस्ति खलु. अस्तु वचनं सत्यं भूतवत् तत्र भूत तव तु रूपं किम् अस्ति पठितवान् पठितवती पठितवत् अतः भूतवत् तत्र. तर्हि अहं अङ्गीकृतवान् स्याम् अङ्गीकृतवान् स्यां. समीचीनं महोदय. अस्तु अग्रे लक्ष्मी भगिनी. स्यात् प्रथमपुरुषः किं भगिनि. स्यात् इति प्रथमपुरुषः उत्तमपुरुषः अस्ति खलु. स्यात् अपि उत्तमपुरुषः स्यात् इति उत्तमपुरुषः नास्ति. स्याम् इति अस्ति अस्ति अस्मि तादृशभेदः एव स्यात् अपि स्याम्. अस्तु लक्ष्मी भगिनी अग्रे. वृक्षाः उन्नताः भवन्ति पतन्ति. यदि वृक्षाः उन्नताः अभविष्यन् तर्हि अपतन् अपतिष्यन् खलु. अपतिष्यन् ते वृक्षाः अपतिष्यन्. इदानीं तत्र तव तु उपयुज्य वदतु. वृक्षाः उन्नताः यदि वृक्षाः उन्नताः भूतवन्तः समीचीनं भूतवत्यः किमर्थं भूतवत्यः भगिनी सूर्यकुमारी भगिनी. वृक्षाः इति बहुवचने पुल्लिङ्गे पुल्लिङ्गे अस्ति खलु भगिनि भूतवन्तः इदानीं भूतवन्तः अश्धातोः रूपं भगिनि लक्ष्मी भगिनि न न स्युः बहुवचने हा यदि वृक्षाः उन्नताः भूतवन्तः स्युः तर्हि ते पतितवन्तः हा ते पतितवन्तः स्युः स्युः समीचीनं भगिनि हा अस्तु अग्रे सूर्यकुमारी भगिनि महोदय सः सम्यक् कार्यं करोति निर्वाचने निर्वचने जयति निर्वाचने निर्वाचने जयति सः सम्यक् कार्यम् अकरिष्यत् यदि यदि सः सम्यक् कार्यम् अकरिष्यत् तर्हि निर्वाचने अजयिष्यत् इति मन्ये खलु अजयिष्यत् इति क्षम्यताम् जी धातुः अजेष्यत् हा अजेष्यत् क्षम्यताम् अजेष्यत् हा जी धातुः हा इदानीं तत्र तव तु हा सः सम्यक् कार्यं यदि सः सम्यक् कार्यं कृतवान् स्यात् निर्वाचने तर्हि सः निर्वाचने जीतवान् स्यात् समीचीनं हा अस्तु रघुपति रघुपतिमहोदय अग्रे हा महोदय भवान् कम्बलं धरति शैत्यं न बाधते इत्यस्ति भवान् यदि भवान् कम्बलं धृतवान् स्यात् सोरि यदि भवान् कम्बलं धृतवान् न धृतवान् स्यात् तर्हि शैत्यं बाधितवत् स्यात् इति बाधितवत् स्यात् इति भवति इदानीं तत्र यदि महोदय किन्तु तत्र नकारः तत्र यद् यत्र दत्तमस्ति केवलं द्वितीयभागे नकारः न इति दत्तमस्ति महोदय अतः तदेव अत्र न धृतवान् स्यात् तर्हि शैत्यं बाधितवत् स्यात् इति अहम् उक्तवान् भवान् कम्बलं न धृतवान् स्यात् तर्हि शैत्यं बाधितवत् स्यात् इति खलु तत् तदपि सत्यमेव महोदय किन्तु यद् दत्तमस्ति तत्र नकारः केवलं द्वितीयभागे स्थापयतु तावदेव भवान् यदि कम्बलं धृतवान् सारि अस्तु यदि भवान् कम्बलं धृतवान् स्यात् तर्हि शैत्यं न बाधितवत् स्यात् इति हा समीचीनं महोदय हा इदानीं तत्र यदि भवान् कम्बलं किं करणीयम् अत्र अधरिष्यत् आमाम् अधरिष्यत् तर्हि शैत्यं बाधिष्यति अबाधिष्यत इति समीचीनं बाधते बाधते अबाधिष्यत समीचीनम् अस्तु नरेश महोदय अग्रे जलं भवति तदागः शुष्कः न भवति यदि जलम् अभविष्यत् तर्हि तदागः शुष्कः न अभविष्यत् हा समीचीनं महोदय हा इदानीं तत्र तवतु यदि जलं जीतवान् स्यात् तर्हि भूतवत् स्यात् नपुंसकलिङ्गे अस्ति अतः अभूत अभूतवान् स्यात्। किमर्थम् अभूतवान्? केवलं भूतवान् खलु महोदय? भूतवान् स्यात्। तडागः शुष्कः न भूतवान्, भूतवान् स्यात्। तावदेव, समीचीनम्। अस्तु, अग्रे रघुवीरेन्द्रस्वामी। यदि अनिलः आलस्यं त्यक्तवान् स्यात् तर्हि सुखम् अनु इति उपसर्गः, अतः किं भवति? भूतवान्। न न, अस्तु अस्तु, अनुभूतवान् स्यात्। यदि अनिलः आलस्यं त्यक्तवान् स्यात् तर्हि सुखम् अनुभूतवान् स्यात्। अनुभूतवान् स्यात्, समीचीनम्। इदानीं तत्र लृङ्लकारं स्थापयामः, किं भवति? यदि अनिलः आलस्यं त्यक्तवान्, तत्र त्यजति, त्यजति इति स्थाने त्यजत् त्यक्ष्यति। अतः अत्यक्ष्यत्। समीचीनम्, अत्यक्ष्यत्। यदि अनिलः आलस्यम् अत्यक्ष्यत् तर्हि सुखम् अन्व भविष्यत्। बहु समीचीनं महोदय। अतः इदानीम् उपसर्गः अस्ति चेदपि बाधा नास्ति भवतः कृते, समीचीनं। अन्व भविष्यत्, समीचीनम्। अस्तु, इदानीम् अग्रे सरामः। तत्र प्रश्नः अस्ति वा? अस्तु, अग्रे तत्र एकः सुलभः विषयः इति एव मन्ये, तदनन्तरं तत्र वार्ता का अस्ति चेत् तत्र द्विकर्मकाः धातवः इति वार्ता अस्ति, तत्र सुलभमेव अस्ति, किन्तु एकवारं कुर्मः तत्र, यतोहि तत्र अभ्यासं भवेत् इति। अस्तु, तर्हि तत्र लक्ष्मी भगिनी पठति वा तत्र अग्रे, तत्र अवधेयम् इति यदस्ति तत्र। लक्ष्मी भगिनी न श्रूयते। श्रूयते वा? इदानीं श्रूयते भगिनी। उपरितनवाक्येषु प्रयुक्ताः पट् रक्ष कृ इत्यादयः धातवः सकर्मकाः, यतः एतेषां कर्म सम्भवति। अपरस्मिन् भागे विद्यमानेषु वाक्येषु प्रयुक्ताः अस् अस हस् नृत् इत्यादयः धातवः अकर्मकाः, यतः एतेषां धातूनां कर्म न सम्भवति। केषां धातूनां कर्म सम्भवति, केषां च कर्म न सम्भवति इत्यस्य ज्ञानाय कश्चन क्रमः अनुसर्तव्यः अनुसर्तव्यः भवति। प्रथमतया क्रियापदम् उच्चारणीयम् यथा पठति, तदनन्तरं कर्तृसहितं क्रियापदम् उच्चारणीयं यथा लेखकः पठति। कर्तृक्रिययोः मध्ये द्वितीया विभक्तिसम्बन्धः कः? कः कं न कं कां किम् इति किम् इति प्रश्नः करणीयः। यथा लेखकः कं कां किं पठति, लेखकः ग्रन्थं पत्रिकां रामायणं पठति। अत्र उत्तरं प्राप्यते, अतः पठ् धातुः सकर्मकः। तत्र कम् इति स्थाने तत्र ग्रन्थं पठति इति भवति, अथवा काम् इति अस्ति पत्रिकां पठति, अतः तत्र अथवा रामायणम् इति नपुंसकलिङ्गे तदपि कर्मपदम् इति भवति, अतः तत्र पठ् धातुः सकर्मक धातुः इति ज्ञानं भवति अस्माकम्. अग्रे प्रश्नकरणानन्तरं यदि उत्तरं प्राप्यते तर्हि धातुः सकर्मकः इति निश्चेतुं शक्यते. पूर्वतनक्रमेणैव प्रश्नकरणानन्तरं यदि उत्तरं न प्राप्यते तर्हि धातुः अकर्मकः इति निश्चेतुं शक्यं. यथा अस्ति शिक्षकः, शिक्षकः अस्ति, शिक्षकः कं कां किम् अस्ति, शिक्षकः अस्ति. तत्र मध्ये किमपि न स्थापितुं शक्नुमः खलु, अतः अत्र उत्तरं न प्राप्यते, अतः असुधातुः अकर्मकः हा इति. अतः एतत् एषः विषयः वयं सर्वे तत्र जानीमः इति एवम् इति मन्ये हा, किन्तु तत्र केवलम् अभ्यासार्थं तत्र अग्रे अग्रिमे पुटे यत् अभ्यासः अस्ति शीघ्रतया कर्तुं शक्नुमः. अस्तु तर्हि तत्र सूर्यकुमारी भगिनी अग्रिमे पुटे अभ्यासः अस्ति. यदा निर्देशं धातुः सकर्मकः सकर्मकः उत अकर्मकः इति लिखत. उत नाम अथवा अथवा उत नाम अथवा उत अथवा क्रियापदम् इच्छति. कर्तृसहितक्रियापदं बालः इच्छति. प्रश्नार्थकं प्रश्नः कर्तृसहितक्रियापद क्रियामुद्दिश्य प्रश्नः बालः कः कः इच्छति. न न बालकः कं कां कम् अंसर् क्षम्यतां महोदय कं कां किम् इच्छति. उत्तरमस्ति उत्तर अतः अतः अतः स तत् सकर्मकः अस्ति खलु अस्ति सकर्मकः. तदेव वर्धते बालः वर्धते. बालः कं कां किं वर्धते उत्तरं नास्ति. अकर्मकः धातुः इदानीं वन्दते इति तत्र वन्दते बालः वन्दते. इदानीं तत्र बालः कं वन्दते इति प्रश्नस्य उत्तरमस्ति वा अस्ति सकर्मकः हा बालः कं वन्दते उत्तरं किम् अस्ति देवं वन्दते देवं वन्दते अतः उत्तरम् अस्ति अस्ति अतः सकर्मकः. अस्तु द्वितीय अग्रे उपविशति बालः बालः उपविशति कम् कं कां किं उपविशति उत्तरं नास्ति. तत्र हा आसन्दम् उपविशति इति न वक्तुं शक्नुमः खलु हा अतः तत्र उत्तरं नास्ति अतः तत्र अकर्मक अकर्मक धातुः धातुः अतः तत्र उपविशति इति तत्र क्रियापदं किमस्ति अकर्मकक्रियापदं क्रियापदम् इति वदामः. अस्तु समीचीनम्. अस्तु नरेश महोदय अग्रे. आं महोदय लभते लभते बालः वाक्यं वदतु बालः लभते लभते बालः कं लभते किं लभते कां लभते उत्तर अस्ति बालः कन्दुके कन्दुकं लभते उत्तरः अस्ति सकर्मक सकर्मकः समीचीनम्. अस्तु इदानीं शृणोति शृणोति बालः शृणोति बालः कं शृणोति किं शृणोति कां शृणोति बालः गीतं शृणोति. अतः तत्र उत्तरम् अस्ति सकर्मकः अस्ति समीचीनम्. अस्तु रघुवीरेन्द्रस्वामी अग्रे. सहते महोदय सहते हा सा सहते बालः किं बालः बालः वा कोऽपि अस्ति किन्तु तत्र बालः इति एव तत्र दत्तमस्ति अतः तदेव हा अस्तु. सा सहते अपि महोदय सा किं सहते इति अपि वक्तुं शक्यते नास्ति चेत् तदपि अकर्मकः एव इति चिन्तयामि. सहते कष्टं सहते, कष्टं सहते, दुःखं सहते. हा हा वक्तुमपि शक्यते नास्ति अपि सहते न, किन्तु महोदय तत्र अतः आवश्यकमेव न महोदय, किन्तु नियमः कः तत्र? सः गच्छति इति अस्ति वाक्यमस्ति, अतः तत्र किं गम् दातु अकर्मकः वा सकर्मकः वा? गम् इति सकर्मकः एव. किन्तु सः गच्छति इति वाक्यमस्ति, तत्र कर्मपदं नास्ति खलु? नास्ति, कर्मपदं भवेत् इति नियमः नास्ति. नियमः नास्ति, केवलं तत्र सकर्मस्य वा दत्तव्यमस्ति. हा तत्र सकर्मकः अस्ति चेत् तत्र कर्मपदं भवितुम् अर्हति, किन्तु अकर्मकः अस्ति चेत् कर्मपदं न भवितुम् अर्हति इति, तावदेव खलु महोदय? अस्तु महोदय. हा अतः तत्र सर्वदा कर्मपदं भवेत् इति नियमः नास्ति, अतः सः तत्र सः गच्छति, सः ग्रामं गच्छति, सः गच्छति, द्वयमपि साधु. अतः तत्र सः सहते, किन्तु इदानीं प्रश्नः कः नाम सः किं सहते अथवा सः कं सहते अथवा सः कां सहते इति प्रष्टुं शक्नुमः वा, तत्र उत्तरं प्राप्तुं शक्नुमः वा? शक्नुमः महोदय. हा अतः शक्नुमः चेत् सकर्मकः, सकर्मकः इति. हा समीचीनं, हा तावदेव. अस्तु अग्रिम. अग्रिमं क्रीणाति. अस्तु रमेशः क्रीणाति. रमेशः किं क्रीणाति इति सकर्मकः अस्ति, सकर्मकः धातुः अस्ति. समीचीनं महोदय. हा अस्तु रघुपति महोदय अग्रे. हा पतति, बालकः पतति, कस्मात् एव भवति, किं पतति इति न भवति, अतः पतति. हा तत्र बालकः किं पतति उत्तरं न प्राप्नुमः, अतः अकर्मकः. कम्पते, वृक्षः कम्पते, वृक्षः किं कम्पते, किमर्थम् इति तत्र न भवति. द्वितीय तत्र किं कम्पते अथवा कं कम्पते इति तत्र उत्तरं न प्राप्नुमः, अतः पुनः अकर्मकः. श्लाघते, बालः श्लाघते, अत्र बालः कं श्लाघते, बालकः अध्यापकं श्लाघते इति भवति, तत्र सकर्मकः, सकर्मकः अस्ति. समीचीनं महोदय. हा अतः तत्र उत्तरं प्राप्नुमः, अतः अस्तु समीचीनं. हा अस्तु अग्रे नरेश महोदय अग्रे करोति वा? आं महोदय. यथोदाहरणं वाक्यं सकर्मकवाक्यम् उत अकर्मकवाक्यम् इति आवरणे लिखत. उदाहरणं सः वदति, सः वदति तु सकर्मकवाक्यम् अस्ति. किमर्थं तत्र सकर्मकवाक्यम् इति वदामः? किं वदति, कं वदति, कां वदति, उत्तरम् अस्ति. सः मन्त्रं वदति, सः गीतं वदति. हा अतः तत्र सकर्मकवाक्यमिति यदा कदा वदामः? यदि तत्र क्रियापदं सकर्मकक्रियापदम् अस्ति चेत् तत्र सकर्मकवाक्यम् इति वदामः. कर्मपदं तत्र भवेत् इति नियमः नास्ति खलु? हा तत्र कर्मपदं तत्र प्रश्नं कर्तुं शक्नुमः इति एव. तत्र सकर्मकवाक्यमस्ति चेत् तत्र प्रश्नः भवति, तत्र सः वदति, इदानीं प्रश्नः भवति सः कं वदति, किं वदति इति प्रष्टुं शक्नुमः, अतः तत्र सकर्मकवाक्यम्. सकर्मकक्रियापदम् अस्ति, अतः सकर्मकवाक्यम्. हा समीचीनं. हा बालकः पतति, पतति, अत्र तु कं पतति, किं पतति, कां पतति, उत्तरं नास्ति, अतः क्रियापदम् अकर्मकः अस्ति. अतः वाक्यमपि बालकः पतति अकर्मकवाक्यम् अस्ति. अस्ति समीचीनं महोदय. हा इदानीं बालः क्षिपति, बालः क्षिपति, किं क्षिपति, कां क्षिपति, कं क्षिपति, उत्तरं नास्ति, अतः क्षिपति, क्षिपति अस्ति, क्षिपति खलु, कन्दुकं क्षिपति, कन्दुकं क्षिपति, क्षिपति नाम तत्र अधु हा तत्र थ्रो इति तत्र क्षिपति. हा लेखनीं क्षिपति कन्दुकं क्षिपति कर्मकधातुः अस्ति अतः वाक्यमपि बालः क्षिपति सकर्मक वाक्यमस्ति. हा समीचीनं महोदय. हा अस्तु द्वितीयमपि योधः न दीपः दीपः ज्वलति इति दीपः ज्वलति दीपः ज्वलति अत्र तु किं ज्वलति कं ज्वलति उत्तरं नास्ति. समीचीनं. हा सः ज्वलति अकर्मकधातुः अस्ति वाक्यमपि दीपः ज्वलति अकर्मकवाक्यमस्ति. हा समीचीनम् अस्तु. अग्रे रघुवीरेन्द्रस्वामी. योधः गृह्णाति योधः किं गृह्णाति योधः असि गृह्णाति इत्यादि भवितुमर्हति. सकर्मकवाक्यम् अस्ति महोदय. सकर्मकवाक्यं समीचीनम् अस्तु. अग्रे सज्जनः त्यजति सज्जनः सिंहासनं त्यजति सज्जनः गृहं त्यजति सकर्मकवाक्यं भवितुमर्हति. सकर्मकवाक्यमस्ति समीचीनं महोदय. लक्ष्मी भगिनी अग्रे. मार्जारः गच्छति कुत्र कं गच्छति इति गृहं गच्छति अतः तत्र सकर्मक वाक्यं सकर्मकवाक्यं अस्तु. प्रवहति प्रवहति सकर्मकः वा अकर्मकः वहति तु सकर्मकः किन्तु प्रवहति अकर्मकः उपसर्गयुक्त अकर्मकः उपसर्गरहित सकर्मकः. हा तत्र प्रवहति फ्लोस् इति एव खलु भगिनि अतः तत्र अकर्मक. हा तत्र नदी कं प्रवहति किं प्रवहति न तत्र उत्तरं न प्राप्नुमः अतः तत्र अकर्मकवाक्यं. सूर्यकुमारी भगिनी अग्रे. महोदय सः शक्नोति कं शक्नोति किं शक्नोति सकर्मकवाक्यं सकर्मकवाक्यं सकर्मकवा शक्नोति हा सकर्मकवा वाक्यं वदतु कर्मपदयुक्तवाक्यमेकं सः फलं शक्नोति फलं शक्नोति वा फलं खादितुं शक्नोति भवति फलं शक्नोति न भवति तत्र अन्य भवेत् क्रियापदं न भवति तत्र सर्वाणि वाक्यानि भगिनी तत्र शक्नोति अस्ति चेत् तत्र तुमुन्नन्तं भवति खलु भगिनि कर्तुं नाम तत्र सः एतत् कर्तुं शक्नोति सः तत्र गन्तुं शक्नोति सः पातुं शक्नोति सः खलु महोदय. हा अतः तत्र तुमुन् अस्ति तस्मात् प्राक् तत्र शक्नोति प्राक् तुमुन् अस्ति तत्र तुमुन् क्रियापदं तुमुन् रूपक्रियापदं तत्र तस्य कर्मपदं भवेत् किन्तु साक्षात् तत्र शक्नोति इति तत्र तस्य क्रियापदं तस्य कर्मपदं नास्ति. हा कर्मकदातु हा अतः तत्र अकर्मकवाक्यं शक्नोति इति. हा क्षालयति कर्मकरः खं क्षालयति किं क्षालयति इति उत्तरमस्ति. हा उत्तरमस्ति अतः तत्र सकर्मकवाक्यं कर्मकरः क्षालयति सकर्मकवाक्यं समीचीनम् अस्तु. रघुपतिमहोदय अग्रे. हा महोदय एकवारं तत्र आनन्दः भवति आनन्दः भवति अत्र आनन्दः भवति आनन्दः किं भवति कं भवति इति न भवति अतः अकर्मकः अस्ति भूधातु अकर्मकः अस्ति. हा अकर्मकवाक्यं. हा इदानीम् अग्रे मशकः. मशकः दशति कं कां किं दशति भवति उत्तरम् अस्ति अतः सकर्मकः अस्ति सकर्मकवाक्यं समीचीनं. तत्र अहं मन्ये वदतु महोदय वदतु करोतु करोतु. हा अहं मन्ये अहं मन्ये अहं किं मन्ये कं मन्ये इति भवितुमर्हति यतः सकर्मकः अस्ति सकर्मकः अस्ति अग्रे चोरः पलायते इति अस्ति चोरः पलायते चोरः किं पलायते इति न भवति अकर्मकः अस्ति इति ग्रामं पलायते इति भवति वा अरण्यं पलायते इति भवति वा न इति न वा न इति मन्ये महोदय पलायते इति अकर्मक इति एव मन्ये अयते अयति अयति इति गतौ इति अस्ति असकर्मकः अस्ति हा तत् सकर्मकः अस्ति हा हा किन्तु तत्र पलायते न भवति आमां न भवति किं पलायते न उत्तरं न भवति हा न भवति न न भवति खलु न भवति अहं मन्ये तत्र कर्मपदं किम् अस्ति अहं मन्ये ततः पलायते इति भवति कर्मपदं न भवति अर्हति कस्म कुतः अहं पृच्छामि अहं मन्ये अहं तत्र न न न सकर्मकः तत्र अहं मन्ये इति तत्र अहं सत्यम् इति मन्ये सत्यं मन्ये अहं सत्यं मन्ये मन्ये हा किं मनुते इति खलु मनुते इति खलु मनुते मनुते इति मन्ये इति मनुते वा तत्र मन् तत्र मन् मन् धातुः मन् धातुः हा मन् धातुः अस्ति खलु अतः मन्ये मन्ये हा हा तत्र अस्ति मन्यते मन्ये इति तत्र मन्ये टु बिलीव् खलु बि टु टु थिङ्क् टु अण्डर्स्टाण्ड् बि टु बिलीव् अहं देवं मन् अहं देवं मन्ये हा अहं देवं मन्ये अस्ति महोदय बिलीव् इति हा देवं मन्ये खलु हा अत्र नरेश् महोदय तत्र इदानीं तत्र वयं जानीमः तत्र अष्टाध्यायी डाट् काम् मध्ये इदानीं तत्र धातुः पूर्वमपि अस्ति अपि तत्र रूपाणि पूर्वमपि आसन् किन्तु इदानीं तत्र प्रयोगः अपि अति इति एकं सेक्षन् अस्ति खलु महोदय एकः भागः अस्ति नरेश् महोदय हा वेति हन्तारं यच्चेनं मन्यते हतं हा एनं अस्तु वा तद् नास्ति वा न न तत्र मन्ये इति तत्र अधोभागे अनेकानि उदाहरणानि दत्तं दत्तानि सन्ति महोदय मन्ये इति अतः मन्यते तत्र कर्मपदमस्ति चेत् मन्ये अपि अस्ति हा सकर्मकः एव अस्ति महोदय अस्तु महोदय अस्तु हा तत्र प्रयोगः तत्र इदानीं द्रष्टुं शक्नुमः अतः तत्र समीचीनं भवितुम् अर्हति मन्यते इति अतः तत्र महोदय अहं मन् धातुः अकर्मकम् इति अकर्मकं मन्ये किन्तु तद् सत्यं नासीत् अत्र मन् इति चिन्तनं खलु अतः तत्र अस्माकं भ्रमः भवति तादृश किं किं मन्ये किं चिन्तनं सत्यं सत्यं किं अतः तत्र भ्रमः भवति कोऽपि अतः हा किन्तु सकर्मकः एव सकर्मकः पलायते इति अकर्मकः अस्ति हा तत् तत् अकर्मकः एव हा अस्तु अग्रे रघुवीरेन्द्रस्वामी अग्रे वसति अकर्मकवाक्यमस्ति महोदय हा सा वसति अकर्मकवाक्यं हा न भवति हा भवान् पिबति भवान् किं पिबति इति सकर्मकवाक्यमेव सकर्मकवाक्यं समीचीनम् अस्तु अग्रे सूर्यकुमारी भगिनि मूर्खः निन्दति निन्दति अकर्मक न न तत्र प्रश्नः तत्र क्रमः पूर्वं दत्तमस्ति खलु तत्र अतः प्रश्नः प्रश्नः भवतु तदनन्तरम् उत्तरं नो चेत् तत्र केवलम् अस्माकं चिन्तनम् अस्तु अहं चिन्तयामि एतत् अकर्मक न तादृशं नाम अस्तु प्रश्नः एकवारं वदतु प्रश्नं वदतु तत्र कं निन्दति इति वक्तुं शक्नु हा अतः तत्र निन्दति इति सकर्मकवाक्यं रथः तिष्ठति रथः तिष्ठति कं तिष्ठति वा वक्त्रं नास्ति अतः अकर्मकवाक्यं समीचीनम्, अकर्मकवाक्यं समीचीनं भगिनि. अस्तु नरेश महोदय अग्रे. भवति खिद्यते, कं खिद्यते, किं खिद्यते, कां खिद्यते, खिद्यते अहं चिन्तयामि अकर्मक अस्ति, अतः भवति खिद्यते अकर्मकवाक्यम् अस्ति. हा समीचीनं महोदय. हा पक्षी चिनोति, पक्षी पक्षी पुष्पं चिनोति, बीजं चिनोति, अतः सकर्मकवाक्यम् अस्ति. हा सकर्मकवाक्यम् अस्ति समीचीनं. लक्ष्मी भगिनि. मेघः वर्षति, मेघः कं वर्षति, किं वर्षति, उत्तरम् अस्ति जलं वर्षति इति, अतः मेघः वर्षति सकर्मकवाक्यम्. चित्रं शोभते, शोभते अकर्मकः. हा इति मन्ये भगिनि, सत्यं. हा कं शोभते, किं शोभते, उत्तरं नास्ति. अतः अकर्मकः, अकर्मकवाक्यम्, अकर्मकवाक्यं समीचीनं भगिनि. हा अकर्मकवाक्यम् इति वर्तते. समीचीनम्, अस्तु अस्तु. तर्हि तत्र इदानीं तत्र अकर्मकः सकर्मकः इति विषयः जातः. अग्रे तत्र अग्रिमे वर्गे तत्र द्विकर्मकाः दातवः इति विषयः, तदनन्तरं तत्र कर्मणि प्रयोगः इति नूतनविषयः भवति. अस्तु तर्हि तत्र रघुनन्दस्वामी अन्ते शान्तिमन्त्रं वदति वा. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय. धन्यवादः.